पद्मपुराणं खण्डं 2 भूमिखण्डः अध्यायं 115 कुञ्चल उवाच ततस्त्वसौ संव्यधिराजमानः समुद्यतश्चापथरो महात्मा यथैव कालकुपितः स लोकान् संहर्तुमैच्छत्तु तथा सुदानवान् महास्त्रजालैरवितेजतुल्यैः सुदीप्तिमद्भिर्निजखानदानवान् वायुर्यथोन्मूलयदीकपादपांस्तथैव राजा निजखानदानवान् वायुर्यथामेकचयं च दिव्यं सञ्चाल येत्स्वेन बलेन तेजसा तथा सः राजा असुरान् मदोत्कडाननाशयद्बाणवरैः सुदीक्ष्णैः न शेकुर्दानवा सर्वे बाणवर्षं महात्मनः मृदा केचिद्धृदा केचित् केचिन्नष्ठा महाहवाद सूद उवाच महातेजं महाप्राज्ञं महादानवनाशनं चुक्रोधकुण्डो दुष्टात्मा दृष्ट्वा तं नृपनन्दनं स्थितो गत्वेदमाभाष्य तिष्ठतिष्ठेदि चाहवे त्वामद्य च नयिष्यामि आयुपुत्र यमान्तिकं नहुष उवाच स्थितोऽस्मि समरे पश्य त्वामहं कुन्दमागतः अहं त्वां तु हनिष्यामि दानवं पापचेतनम् इत्युक्त्वा धनुराधाय बाणानग्निशिखोपमान् चक्रेण ध्रियमाणेन शुशुभे सोऽपि संयुगे इन्द्रस्य सारथिं दिव्यं मादलिं वाक्यमब्रवीद वाकयतु रथं मेद्य कुण्डस्य सम्मुखं भवान् इत्युक्तस्तेन वीरेण मादलिर्लघुविक्रमः तुरगां चोदयामास महावादजवोपमान् पुत्रे दुश्च ततो वाह हंसा इव यथाम्बरे चत्रेण इन्दुवर्णेन रथेनापि पदाकिना नभस्थलं तु सम्प्राप्य यथा सूर्यो विराजते आयुपुत्रस्तथा सङ्ख्ये तेजसा विक्रमेण तु अध कुण्डो रथस्थोऽपि राजमानस्वतेजसा सर्वायुधैश्च संयुक्तस्तद्वद्वीरव्रते स्थितः उभयोर्वीरयोर्युद्धं देवविस्मयकारकं तदा आसीन्महाप्राज्ञ दारुणं भीतिदायकम् सुबाणैर्निशितैस्तीक्ष्णैः कङ्गपत्रैः शिलीमुखैः कुण्डेन ताडितो राजा सुबाह्वोरन्धरे तदा सुभाले पञ्चभिर्बाणैर्विद्धक्रुद्धो भवत्तदा सविद्धस्तु तदा बाणैरधिकं शुशुभे नृपः सारुणकरमालाभिहृदयंश्च दिवाकरः रुधिरेण तु दिग्दाङ्गो हेमबाणैस्तनुस्थितैः सूर्यवच्चोभदे राजा पूर्वकालस्य चाम्बरे दृष्ट्वा तु पौरुषं तस्य दानवं वाक्यमब्रवीद तिष्ठतिष्ठक्षणं दैत्य पश्य मे लाघवं पुनः इत्युक्त्वा तु रणे दैत्यं जखान दशभिशरैः मुखे भालेहदस्तेन मूर्च्छितो निपपादः पश्यामानैः सुरैर्दिव्यैरथोपरि महाबलः देवैश्च चरणैः सिद्धैः कृतशब्दः सुहर्षजः जय जयेदि राजेन्द्र शङ्खान् दद्मुः पुनः पुनः सकोलाहलशब्दस्तु तुमुलो देवतेरितः कर्णरन्ध्रमाविवेश हुण्डस्य मूर्च्छितस्य च श्रुत्वा स धनुरादाय बाणमाशीविशोपमं स्थीयतां स्थीयतां युद्धे न मृतोऽस्मि त्वया हतः इत्युक्त्वा पुनरुद्धाय लाघवेन समन्वितः एकविंशतिभिर्बाणैर्नहुषं चाहनत् पुनः एकेन मुष्टिमध्ये तु चतुर्भिर्बाहुमध्यतः चतुर्भिश्च महाश्वांश्च चक्रमेकेन तेन वै पञ्चभिर्मातलिं विद्ध्वा रथनीडं तु सप्तभिः ध्वजदण्डं त्रिभिस्तीक्ष्णैर्दानवश्चिखिपत्रिभिः आदानं तु निदानं तु लक्षमोक्षं दुरात्मनः लाघवं तस्य सन्दृष्ट्वा देवता विस्मयङ्गताः तस्य पौरुषमापश्य स राजा दानवोत्तमं शूरोऽसि कृतविद्योऽसि धीरोऽसि रणपण्डितः इत्युक्त्वा दानवं तं तु धनुर्विस्फाल्य भूपतिः मार्गणैर्दशभिस्तं तु विव्याध लघुविक्रमः त्रिभिर्ध्वजं प्रजिच्छेद सपपादधरातले तुरगान् पादयामास चतुर्भिस्तस्य सायकैः एकेन छत्रं तस्यापि चकर्तलघुविक्रमः दशभिः सारथिस्तस्य प्रेषितो यममन्दिरं दंशनं दशभिश्चित्वा शरैश्च विदलीकृतः सर्वाङ्गेषु च त्रिंशद्भिर्विव्याध धनुजेश्वरं हताश्वो विरथो जातो बाणपाणिर्धनुर्धरः अभ्यधावत्सवेगेन वर्षयन्निशितैः शरैः खड्गचर्मधरो दैत्यो राजानं तमधावत धावमानस्य हुण्डस्य खड्गं चिच्छेदभूपतिः क्षुरप्रैर्निशितैर्बाणैश्चर्मचिच्छेदभूपतिः अध हुण्डः स दुष्टात्मा समालोक्य समं तदः जग्राहमुद्गरं तूर्णं मुमोच लघुविक्रमः वज्रवेगं समायान्तं ददृशे नृपतिस्तदा मुद्गरं स्वनवन्दं चापादय दम्बरात्तदः दशभिर्निशितैर्बाणैः क्षुरप्रैश्च स्वविक्रमाद मुद्गरं पतितं दृष्ट्वा दशखण्डमयं भुवि गदामुद्यम्य वेगेन राजानमभ्यधावद खड्गेन तीक्ष्णधारेण तस्य बाहुं विविच्छिदे सगदं पतितं भूमौ साङ्गदं खड्गान्वितं महारावं तथ कृत्वा वज्रस्फोटसमं तदा रुधिरेणापि दग्धाङ्गो धावमानो महाहवे क्रोधेन महदा विष्ठो ग्रस्तुमिच्छति भूपतिं दुर्निवार्य समायाध पार्श्वं तस्य च भूपतेः न कुशेण महाशक्रिया ताडिदो हृदि दानवः पदिदः सहसा भूमौ वज्रहाद इवाचलः तस्मिन् दैत्ये गदे भूमा विदरे दानवा गदाः विविशु कति दुर्गेषु कति पादालमाश्रिताः देवा प्रहर्षमाजग्मुर्गन्धर्वा सिद्धचारणाः हदे तस्मिन् महापापे नहुषेण महात्मना तस्मिन् हदे दैत्यवरे महाहवे देवाश्च सर्वे प्रमुदं प्रलेभिरे तां देवरूपां तपसा प्रवर्धितां स आयुपुत्र प्रतिलभ्य हर्षितः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने पञ्चदशाधिकशततमोऽध्यायः ॐ